ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् प्रवर्तमानविषयः अस्ति गुणः गुणः इति करपत्रे गतसप्ताहे किम् अधीतम् इति तस्य पुनः तत्र परिशीलनं कृत्वा अग्रे सरेम तत्र वयं दृष्टवन्तः भुवादिगणे अपि च तुदादिगणे इत्युक्ते तत्र अकारः धातुतिङ्मध्ये अकारः श्रूयते सो तत्र प्रश्नः उदेति कथं जानीमः लटीरूपं दृष्ट्वा कथं जानीमः धातु कस्मिन् गणे अस्ति इत्युक्ते भुवादिगणे अपि धातुतिङ्मध्ये तत्र अकारः श्रूयते तुदादिगणे अपि तत्र धातुतिङ्मध्ये अकारः श्रूयते अतः तत्र भ्रमः जायते केन आधारेण वयं ज्ञातुं शक्यते तत्र धातु कस्मिन् गणे अस्ति सो वयम् अधीतं तत्र किम् अस्ति भुवादिगणे तत्र यः विकरणप्रत्ययः अस्ति सः शप् अस्ति सो शप् यः विकरणप्रत्ययः अस्ति तस्मिन् प्रत्यये षकारपकारयोः इत्संज्ञा भूत्वा तेषां लोपः भवति अतः तत्र शब्वादिगणे शप् कारणेन धातोः गुणः भवति सो गुणः वदामः चेत् तत्र वयं दृष्टवन्तः तत्र गुणः इत्युक्ते स्वराणां परिवर्तनम् इत्युक्ते इकारस्य परिवर्तनम् एकारः उकारस्य परिवर्तनम् ओकारः ऋकारस्य परिवर्तनम् आर् इति भवति सो यत्र यत्र विकरणप्रत्ययस्य कारणेन यत्र धातो भागे धातोः इति गुणः भवति सः तत्र तेन आधारेण गुण दृष्ट्वा वयम् ऊहां कर्तुं शक्यते धातु भुवादिगणस्य धातुः किमर्थं चेत् तुदादिगणे तत्र किं भवति तत्र गुणकार्यं न भवति इत्युक्ते तत्र विकरणप्रत्ययस्य कारणेन गुणः न भवति तत्र तुदादिगणे यः विकरणप्रत्ययः अस्ति सः अस्ति केवलं श तत्र षकारः अपि च अकारः इति विकरणप्रत्ययस्य मूलभागः तत्र षकारः अपगच्छति षकारस्य इत्संज्ञा भवति अनन्तरं तत्रापि अकारः तिष्ठति इत्युक्ते धातुतिङ्मध्ये तत्र तस्मिन् गणे अपि अकारः श्रूयते परन्तु तत्र शकारणेन इत्युक्ते विकरणप्रत्ययस्य कारणेन यद्यपि धातोः धातौ तत्र गुणस्य तत्र प्रसक्तिः अस्ति इत्युक्ते तत्रापि तत्र तु अन्ते कोऽपि इ ऋण अस्ति परन्तु तत्र बहुत्र धातवः पाणिनिना स्थापिताः तुदादिगणे यस्मिन् उपधायां ह्रस्व इ ह्रस्व उ ह्रस्वऋकारः अस्ति सो यत्र यत्र उपधायां ह्रस्व इकारः ह्रस्व उकारः अपि च ह्रस्व उकारः अस्ति तत्र वयं जानीमः तत्र प्रत्ययस्य कारणेन गुणस्य सम्भावना अस्ति परन्तु तुदादिगणे यः धातु अनन्तरं साक्षात् अनन्तरं यः विकरणप्रत्ययः आदौ आयाति सः श इति विकरणप्रत्ययः श इति विकरणप्रत्ययस्य कारणेन तत्र धातोः यद्यपि गुणस्य प्रसक्तिः अस्ति तथापि तत्र गुणः न भवति इति तु प्रथमे तत्र प्रथम आवश्यकबिन्दुः अस्ति सो भुवादिगणे तत्र धातोः शप् कारणेन गुणः भवति परन्तु तुदादिगणे तत्र श कारणेन तत्र यः विकरणप्रत्ययः अस्ति श कारणेन गुणः न भवति अतः यदा वयं लटीरूपं पश्यामः चेत् यदि तत्र गुणः वयं पश्यामः अस्माकम् अनुमानं तत्र भवेत् तत्र धातुतिङ्मध्ये आदौ तु तत्र किं पश्यामः अकारः अस्ति वा नास्ति यदि तत्र धातुतिङ्मध्ये अकारः अस्ति तत्र धातोः गुणः अपि भवति त तत्र धातु भुवादिगणस्य धातु. सो दृष्ट्वा एव दर्शनेन एव वयं ज्ञातुं शक्यते तत्र धातुः भुवादिगणस्य धातु वा तुदादिगणस्य धातुः. परन्तु सर्वदा तथा नास्ति, इत्युक्ते तत्र भुवादिगणे केचन अन्यधातवः अपि तत्र सन्ति यस्मिन् गुणस्य प्रसक्तिः एव नास्ति. इत्युक्ते तत्र वयं जानीमः धातोः गुणस्य प्रसक्तिः कदा भवति, यदा यः धातुः अस्ति तस्य अन्तिमस्वरः इकारः अपि च दीर्घ इकारः इ उ रु अस्ति चेत् वयं किं वदामः, धातुः गुणस्य कृते अनुकूलः. अपि च यदि धातोः उपधायाम् इत्युक्ते अन्तिम अलपूर्वे यः वर्णः, यदि सः वर्णः ह्रस्व इकारः ह्रस्व उकारः अपि च ह्रस्व उकारः अस्ति, वयं वदामः धातुः गुणस्य कृते अनुकूलः अस्ति. परन्तु तत्र भवादिगणे अन्यधातवः अपि तत्र सन्ति, यथा पठ इति धातुः. पठ इति धातुः यः अस्ति तत्र किम् अस्ति, पकारः अकारः ठकारः, अन्ते कोऽपि इ उ न अस्ति. उपधायाम् इत्युक्ते ठकारस्य साक्षात् पूर्वे तत्र अकारः, सो उपधायाम् अपि तत्र कोऽपि इ उ नास्ति. सो तत्र तु गुणस्य पठ इति धातु गुण अनुकूलः धातु नास्ति. सो तत्र तादृशधातुः विषये कथं जानीमः तत्र धातुः भुवादिगणे वा तुदादिगणे, तत्र एकः प्रश्नः आयाति. अस्तु, इदानीं पर्यन्तं दृष्टवन्तः यत्र धातोः गुणस्य प्रसक्तिः अस्ति, यदि तत्र गुणः अभवत् धातुः भुवादिगणस्य धातुः, यदि तत्र गुणः न अभवत् धातु तुदादिगणस्य धातुः, यथा लिखितधातु. लिखितधातु गुण अनुकूलः अस्ति, इत्युक्ते तत्र गुणः सम्भवति, परन्तु लिख् साक्षात् अनन्तरं तत्र तुदादिगणस्य विकरणप्रत्ययः श इति आयाति. सो श कारणेन तत्र यद्यपि धातु गुणानुकूलः अस्ति तथापि तत्र गुणः न भवति. सो लिख् इति लिखति इति रूपं दृष्ट्वा वयं ज्ञातुं शक्यते, दर्शनेन एव ज्ञातुं शक्यते, ओ अत्र तु कोऽपि गुणकार्यं न अभवत्, अतः तत्र वयं किं वदामः, धातु तुदादिगणस्य धातुः इति तु एकं बिन्दुः अस्ति. द्वितीयः, तत्र वयं किम् अधीतं गतसप्ताहे, तत्र यः यः प्रत्ययः अस्ति येन प्रत्ययस्य वयं जानीमः, प्रत्ययः तु गुणस्य कृते कारणम् अस्ति, तेन प्रत्ययस्य कारणेन एव धातोः गुणः भवति. सो प्रत्ययः कीदृशप्रत्ययः अस्ति चेत् गुणकार्यं भवति, तत्र वयं दृष्टवन्तः ये वर्णाः अपगच्छति, ये इत्युक्ते येषां वर्णानाम् इत् संज्ञा भवति, यद्यपि प्रक्रियायां तेषां प्रयोगः न भवति, इत्युक्ते षकारस्य पकारस्य प्रयोगः प्रयोगसमये इत्युक्ते पदनिर्माणसमये तत्र तेषां प्रयोगः न भवति, तथापि तेषां लक्षणं तत्र तिष्ठति. सो भुवादिगणे यः अकारः अस्ति सः अकारः शप् प्रत्ययस्य प्रतिनिधिः अस्ति, इत्युक्ते सः अकारः तस्मिन् अकारे षकारः इत्संज्ञकः पकारः इत्संज्ञकः. सो षकारस्य किं कार्यम् इति कार्यम् इत्युक्ते षकारस्य लक्षणं किं, षकारः गुणस्य कृते प्रेरयति. पकारस्य कार्यं किं, पकारः अस्ति चेत् गुणस्य कृते कोऽपि बाधा न भवति, इत्युक्ते यत्र यत्र षकारः इत्संज्ञकः तत्र सर्वदा द्रष्टव्यं किं, पकारः अस्ति वा नास्ति. पकारः अस्ति चेत् गुणस्य कृते कोऽपि बाधा नास्ति, यथा शप् विकरणप्रत्ययः, तत्र षकारः इत्संज्ञकः पकारः अपि इत्संज्ञकः. सो पकारस्य लक्षणेन तत्र किं भवति, गुणः यद्य धातु अङ्गे गुणः गुणस्य सम्भावना अस्ति, गुणः तु तत्र भवति। परन्तु यत्र पकारस्य अभावः, यथा श इति विकरणप्रत्ययः, श इति विकरणप्रत्ययः अवशिष्टभागः, सः अपि अकारः, परन्तु तत्र शित् तु अस्ति, इत्युक्ते तत्र श इति विकरणप्रत्यये शकारः इति संज्ञकः अस्ति, परन्तु पकारः इति संज्ञकः नास्ति। सो वयं किं वदामः, तत्र पकारस्य अभावः, श इति प्रत्यये मध्ये किमस्ति, पकारस्य अभावः। पकारस्य अभावेन किं भवति, पकारस्य अभावेन गुणकार्यं, गुणस्य कृते बाधा भवति, तत्र गुणकार्यं न भवति। सो यत्र यत्र यत् तथैव अस्ति, श्यन् इति विकरणप्रत्ययः, चतुर्थगणे दिवादिगणे तत्र किम् अस्ति, विकरणप्रत्ययः श्यन् अस्ति, शकारः, यकारः, अकारः, नकारः। तत्रापि श इति कारणेन शकारस्य लक्षणं किं, गुणस्य कृते प्रेरयति, परन्तु तत्रापि पकारस्य अभावः, तत्र तु नकारः इति संज्ञकः। सो तत्रापि पकारस्य अभावेन गुणः न भवति। सो दिव् इति यः धातु अस्ति, तत्र धातु आदेशं भूत्वा दीव् भवति। सो परन्तु तत्र अन्यधातवः अपि तत्र सन्ति चतुर्थगणे, यत्र गुणस्य सम्भावना, तथापि तत्र शन् इति विकरणप्रत्ययस्य कारणेन गुणः न भवति। सो वयं दृष्टवन्तः, तत्र भुवादिगणेः गुणः भवति, अदादिगणे किं भवति, अदादिगणे शप् लुक् भवति। यद्यपि शप् लुक् भवति, तथापि वयं तत्र एकं सूत्रमस्ति, प्रत्ययस्य लोपे प्रत्ययस्य लक्षणम्, इत्युक्ते यद्यपि तत्र प्रत्ययस्य लोपः भवति, तथापि तत्र प्रत्ययस्य लक्षणं तिष्ठति। यदा वयं जानीमः, तत्र एतत् सूत्र तु सर्वे ये प्रत्ययाः संस्कृतभाषायां ये प्रत्ययाः सन्ति, तेषां विषये एतत् सूत्रं कार्यं करोति। यथा सुप् इति एकं वयं जानीमः, सुप् इति एकविंशति सुप् प्रत्ययाः तत्र व्याकरणे सन्ति। अव्यपदस्य विषये किं भवति, तत्र अव्यः यः पदम् अस्ति तस्य पदसंज्ञा भवति, परन्तु तत्र सुप् इति प्रत्ययः सम्पूर्णतया तस्य लोपः भवति, इत्युक्ते तत्र यदि वयं सुप् योजामः, सः सम्पूर्णतया तेषां लोपः भवति। तथापि तत्र प्रत्ययस्य लोपे प्रत्ययस्य लक्षणम् इति सूत्र आधारेण इति सूत्रेण किं भवति, तत्र सुप् इति प्रत्ययस्य लक्षणं तिष्ठति। तेन कारणेन किं भवति, तेन कारणेन अव्यः यः शब्दसमूहः अस्ति तस्य पदसंज्ञा तत्र तिष्ठति। सो अव्यपदः यः अस्ति, सः अपि पदम् इति तत्र वाक्येषु तत्र अव्यपदस्य तत्र प्रयोगः भवति। सो वयं जानीमः, संस्कृतभाषायां केवलं पदं यस्य पदसंज्ञा भवति, तस्य एव वाक्येषु तस्य पदस्य एव तत्र प्रयोगः भवति। सो वयं जानीमः, अत्र, तत्र, सर्वत्र, एतत् सर्वे अव्यपदानि। सो तत्र सुप् प्रत्ययः सम्पूर्णतया तेषां लोपः भवति, परन्तु लोपः भूत्वा तेषां लक्षणं तत्र तिष्ठति। तेन किं भवति, तेन अव्यः इति पदसंज्ञा प्राप्नोति। सो वाक्येषु अव्यपदस्य तत्र वयं तत्र तेषां प्रयोगः कर्तुं शक्यते। किमर्थं चेत्, यद्यपि तत्र सुप् प्रत्ययः तत्र न पश्यामः, तथापि तेषां पदसंज्ञा तत्र तिष्ठति। सो प्रत्ययस्य लोपे प्रत्ययस्य लक्षणम् इति सूत्र आधारेण किं भवति, यद्यपि प्रत्ययस्य लोपः भवति, तथापि तस्य लक्षणं तिष्ठति। तथापि अत्रापि यत्र धातु अनन्तरं यः शप् इति प्रत्ययः आयाति, यद्यपि तत्र शकारपकारयोः लोपः, तथापि तेषां लक्षणं तत्र तिष्ठति। लक्षणस्य आधारेण एव तत्र किं भवति, तत्र भुवादिगणेः शकारपकारस्य कारणेन एव गुणः, परन्तु तुदादिगणे केवलं शकारः इति संज्ञकः, अतः तत्र पकारस्य अभावः, अतः तत्र गुणः न भवति. सो यत्र यत्र शित् अस्ति इत्युक्ते शकारः इति अस्ति, यस्मिन् यस्मिन् प्रत्यये शकारः इति संज्ञक तु अस्ति परन्तु पकारस्य अभावः अस्ति, तत्र तस्य प्रत्ययस्य कृते यः अङ्गम् अस्ति तत्र गुणः न भवति, पकारस्य अभावे गुणः न भवति. यथा मया पूर्वस्मिन् वर्गे उक्तं, किं तत्र तिप् कारणेन अपि गुणः भवितुम् अर्हति. कदा भवितुम् अर्हति? यदा यः तिङ्गसमूहः अस्ति, अष्टादशतिङ्गसमूहे यत्र यत्र पकारः अपि इति संज्ञकः तत्र एव गुणः भवति. यथा एकवचने तिप् सिप् मिप्, तिप् सिप् मिप् मध्ये किम् अस्ति? अन्तिमपकारः इति संज्ञकः. सो तत्र तिङ्गसमूह अपि गुणस्य कृते प्रेरयति. यथा शित् प्रत्ययः गुणस्य कृते प्रेरयति, तथैव तिङ्गसमूह अपि गुणस्य कृते प्रेरयति. सो तत्रापि द्रष्टव्यं किं पकारः अस्ति वा नास्ति. यत्र पकारः अस्ति तत्र एव गुणः भवति, यत्र पकारः नास्ति तत्र गुणः न भवति. सो एकवचने तत्र सर्वदा यदि धातु अन्तिमवर्णः अथवा धातु उपधायां कोऽपि इ उरु अस्ति चेत् तिप् कारणेन अपि गुणः भवति इति तत्र महत्त्वपूर्णम् अस्ति. सो पकारस्य कारणं किं? पकारस्य अभावेन गुणः न भवति. पकारः अस्ति चेत् गुणस्य कृते कोऽपि बाधा न भवति. सो भुवादिगणे शप् इति कारणेन गुणः भवति. अनन्तरं गुणः भूत्वा तत्र किं भवति? वयं किम् अकारः योजयामः. गुणं भूत्रा भू भो भवति, अनन्तरं सन्धिकार्यं भूत्वा भव इति भवति, अनन्तरम् अयोजयामः. सो भव इति अङ्गं भवति कस्य कृते? तिप् प्रत्ययस्य कृते. सो तिप् प्रत्ययस्य कृते तत्र पूर्वे किम् अस्ति? भव इति अङ्गम् अस्ति. सो तत्र अन्ते अकारः अस्ति, अकारः अस्ति. यद्यपि तिप् प्रत्ययः सक्षम् अस्ति कस्य कृते? गुणकार्यस्य कृते. तिप् इति एकवचने तिप् अस्ति, सः तत्र पकारस्य अभावः नास्ति, तत्र पकारः इति संज्ञकः. तथापि तत्र भव इति यः धातु अङ्गम् अस्ति तत्र अन्ते अकारः अस्ति, अतः तत्र भव इति यः धातु अङ्गम् अस्ति सः गुणः अनुकूलः नास्ति, अतः तत्र केवलं वर्णमेलनं भवति. सो भवति इति रूपं भवति. सो यत्र यत्र तिप् तिङ् प्रत्ययस्य कृते यः अङ्गम् अस्ति, यदि तस्य अङ्गस्य अन्ते कोऽपि इ उ रु अपि च उपधायां कोऽपि इ उ रु अस्ति चेत् तत्र तिप् प्रत्ययस्य कारणेन अपि गुणः भवितुम् अर्हति. सो न केवलं विकरणप्रत्ययस्य कारणेन गुणः भवितुमर्हति, तिप् प्रत्ययस्य कारणेन अपि गुणः भवितुमर्हति. सो तत्र प्रत्येकस्य प्रत्ययस्य विषये पूर्वे अङ्गं किं तत् द्रष्टव्यम्. किमर्थं चेत् प्रत्ययस्य कारणेन एव गुणः भवति, न केवलं धातोः गुणः भवति परन्तु धातु अङ्गे अपि गुणः सम्भवति. सो तत्र सूत्रं तादृशः अस्ति, सूत्रं वदति न केवलं धातुभागे इ उ रु अस्ति चेत् गुणः भवति, परन्तु यत्किमपि प्रत्ययः धातोः अनन्तरम् आयाति प्रत्ययस्य कारणेन यदि यः अङ्गम् अस्ति, यदि तत्र अन्ते कोऽपि इ उ रु अपि च उपधायां कोऽपि इ उ रु अस्ति चेत् तत्र गुणः भवितुम् अर्हति. सो इति तत्र अस्माभिः तत्र गतसप्ताहे वयम् एतत् सर्वम् अधीतम्. इदानीं तत्र एकम् अन्यत् बिन्दु अस्ति, भुवादिगणे अपि च तुदादिगणे मध्ये ये ये अन्यधातवः तत्र सन्ति, यत्र दर्शनेन एव वयं न ज्ञातुं शक्यते धातु कस्मिन् गणे अस्ति इति, तस्य विषये एकम् अन्यत् बिन्दु अस्मिन् करपत्रे दत्तम् इति तत्र इदानीम् अद्य सः बिन्दुः पठिष्यामः। तत्र अस्ति, आम् अहं चिन्तयामि षट् बिन्दुतः अद्य वयं पठिष्यामः तुदादिगणे। एतत्तु इदानीं पर्यन्तं तु वयम् अधीतं गतसप्ताहे, इदानीं षट् बिन्दुतः पठिष्यामः। कोऽपि सन्देहः अस्ति चेत् कृपया पृच्छतु, अन्यथा पाठस्य प्रति गच्छामः। अस्तु, कः आरम्भं करोति, कः पठितुम् इच्छति? अहं पठामि वा भगिनि? आं, सुशीला भगिनि कृपया पठतु। धातोः अन्तिमपूर्व भूतः स्वरः अकारः अस्ति चेत् गुणस्य प्रसक्तिः नास्ति, अतः तत्र भवादिगणे अस्ति अस्ति वा दुदादिगणे अस्ति वा न शक्नुमः। उदाहरणार्थं पट् पठति, पत् पतति, त्यज् त्यजति, वद् वदति इत्यादीन् धातून् तु गुणादेरेण न ज्ञातुम् अर्हाम, किन्तु लोके एकः मार्गदर्शः अस्ति, आधिक्येन प्रसिद्धः अकारयुक्तः धातुः अस्ति चेत् भवादिगणे अस्ति, नाम एतादृश अकारयुक्तः धातुः परिचितः अस्ति चेत् प्रायः भवादिगणे स्यात्। अपवादः अस्ति छल् धातुः, लटि चलति, अयं धातुः प्रसिद्धः किन्तु दुदादिगणे न तु भवादिगणे। किञ्चित् वदतु, अस्मिन् बिन्दौ किं लिखितमस्ति? धातोः अन्तिमस्वरः धातुमध्ये अन्तिमस्वरः अकारः अस्ति चेत् गुणस्य प्रसिद्धः नास्ति इति। अत्र अन्तर्भूतः लिखितमस्ति, धातौ अन्तर्भूतः स्वरः अकारः अस्ति चेत् गुणस्य प्रसक्तिः नास्ति। पट् धातु अस्ति चेत् इट् प्लस् आ, अतः श्रूयते, अतः गुणस्य भावः नास्ति। अत्र यः अकारः अन्तर्भूतः अस्ति सः कुत्र अस्ति भगिनि? अकारः अन्तर्भूतः अस्ति चेत् अकारः अन्तिमभागे अस्ति। अकारः कुत्र अस्ति? पठ् इति यः धातु अस्ति लौकिकरूपम् इप् प्लस् आ प्लस् इट् प्लस् आ, पठ पठ् इति पा इप् प्लस् आ मध्ये, पा टकारमध्ये आ अस्ति, पकारः अकारः ठकारः अत्र पकारः। आम् आम्, सो अत्र अकारः कुत्र अस्ति? अकारः पकारः टकारः मध्ये अस्ति भगिनि। तस्य एकं नामकरणम् अस्ति न, विशिष्टनामं तत्र दत्तं पाणिनिना, उपदायाः अकारः अस्ति। आम्, उपदायाम् उपदायाम् ठकारस्य साक्षात् पूर्वे तत्र अकारः, यः अन्तिम अलः अस्ति, अत्र अन्तिम अलः ठकारः, ठकारस्य अन्तिम अलः अस्ति, तस्य साक्षात् पूर्वे तत्र अकारः। सो वयं जानीमः उपदायाम् अपि गुणः सम्भवति, परन्तु उपदायां के वर्णः अस्ति चेत् गुणः भवति, वदतु? ई ऊ ऋ अस्ति चेत् गुणः भवति। कीदृश इकारः? कीदृशे कारण शप् कारण न रस्व इकारः आम् आं भगिनि न स्मरामि ग्रहस्वलिग्धातु आम् आम् उपधायां केवलं लघुस्वरः लघु इकवर्णः अस्ति चेत् इत्युक्ते ह्रस्व इकवर्णः ह्रस्व इकारः अस्ति चेत् गुणः ह्रस्व उकारः अस्ति चेत् गुणः ह्रस्व ऋकारः अस्ति चेत् गुणः ह्रस्व नास्ति दीर्घ अस्ति चेत् गुणस्य सम्भावना एव नास्ति. सो अत्र किं दत्तम्? अत्र दत्तं तत्र भुवादिगणे बहूनि धातवः सन्ति यस्मिन् अन्तर्भूतः स्वरः अकारः. सो अकारः अस्ति चेत् वयं जानीमः अकारस्य गुणः तु न भवति. सो तत्र गुणस्य प्रसक्तिः एव नास्ति. किमर्थं चेत् न तु अन्ते कोऽपि इ ऊरु अस्ति, न तु उपधायां कोऽपि ह्रस्व इ ह्रस्व उ ह्रस्व अस्ति. अत्र उपधायां तु अकारः अस्ति, यथा पठ पत् त्यज वद. त्यज् इति धातु अन्तिम अलः जकारः, जकारस्य साक्षात् पूर्वे तत्र अकारः. तथैव वद् इति धातु, वद् इति धातु दकारस्य साक्षात् पूर्वे तत्र अकारः. सो तत्र एतादृशः धातवः तत्र बहु एतादृशः परिचितधातवः पठति पतति वदति त्यजति इति तत्र परिचितधातवः. सो ये अकारयुक्त उपधायां यस्य अकारः अस्ति तादृशः परिचितधातवः अत्र किं लिखितम् अस्ति तत्र तेषां मध्ये तु गुणस्य प्रसक्तिः एव नास्ति. तत्र तु यदा तस्य अग्रे शप् आयाति वा श आयाति वा शन् आयाति तत्र तु गुणः एव न भवितुम् अर्हति. इत्युक्ते तत्र कोऽपि इ उ रु वर्णः एव नास्ति, अतः तत्र गुणस्य सम्भावना एव नास्ति. सो तादृशधातुविषये अत्र किं लिखितम् अस्ति पतति पश्यामः चेत् दर्शनेन एव कथं ज्ञातुं शक्यते पतति इति तु धातु तिङ् मध्ये अकारः तु श्रूयते. पत् अ ति, त्यज् अ ति, वद् अ ति, पठ् अ ति. अकारः यत्र यत्र धातु तिङ् मध्ये अकारः इति विकरणप्रत्ययस्य भागः श्रूयते वयं जानीमः तत्र केवलं धातुः भुआदिगणे भवितुम् अर्हति अथवा तुदादिगणे भवितुम् अर्हति. इत्युक्ते तत्र केवलं द्वौ एव गणः यत्र धातुतिङ् मध्ये अकारः श्रूयते. सो दर्शनेन एव वयं ज्ञातुं न शक्यते पतति इति रूपं दृष्ट्वा न ज्ञातुं शक्यते धातु भुआदिगणस्य धातु वा तुदादिगणस्य धातु. किमर्थं चेत् अत्र तु कोऽपि परिवर्तनमेव न दृश्यते, अत्र केवलम् अकारः श्रूयते दृश्यते. सो तादृशधातुविषये अत्र किं लिखितमस्ति? सो तत्र वयं न ज्ञातुं शक्यते धातु भुवादिगणस्य धातु वा तुदादिगणस्य धातु. सो तत्र अत्र किं लिखितमस्ति? परन्तु किन्तु लोके एकः मार्गदर्शकः अस्ति. परन्तु तत्र एकम् अन्यत् भेदः अस्ति. प्रथमे अत्र किं लिखितम् अस्ति? ये प्रसिद्ध अकारयुक्तधातवः इत्युक्ते ये यथा पठ त्यज वद चल एते सर्वे प्रसिद्धधातवः इत्युक्ते अस्माकं परिचितं धातुः. वि नो आल् दीस् धातूस्. तत्र एतादृशः प्रसिद्ध अकारयुक्तधातवः प्रायशः भुआदिगणे एव पाणिनिना स्थापिताः. परन्तु तत्र एकम् एव अपवादः अस्ति चल इति धातुविषये. तत्र चलति इति रूपं तत्रापि चल अति अकारः मध्ये श्रूयते. परन्तु तत्र चलविषये तत्र विशिष्टमस्ति. विशिष्टं किं? तत्र सप्तमबिन्दु तत्र दत्तमस्ति. सो चलति इति एकम् एव अपवादः अस्ति. प्रसिद्ध अकारयुक्तधातवः प्रथमे सः अत्र करपत्रे किं लिखितमस्ति? आधिक्येन इत्युक्ते मेक्सिमम् अकारयुक्तधातवः ये परिचितः सन्ति ते पाणिनिना कुत्र स्थापितः? भुवादिगणे स्थापिताः। परन्तु एकम् एव अपवादः अस्ति चलविषये, चलधातुविषये अपवादः। सः चलधातु यद्यपि परिचित अपि अस्ति, अकारयुक्त अपि अस्ति, परन्तु सः धातुः भुवादिगणे नास्ति। चल् इति धातु तुदादिगणे अस्ति। किमर्थं? तत्र प्रयोजनम् अस्ति। सि व्याकरणे किं भवति? प्रयोजनस्य विना कोऽपि कार्यं न भवति। प्रयोजनम् अस्ति चेदेव कार्यं भवति। इत्युक्ते पाणिनिना तादृशः तत्र रीतिः अस्ति। सो प्रयोजनस्य विना कोऽपि कार्यं व्याकरणशास्त्रे न भवति। सो चल् विषये किमर्थं पाणिनिना चल् इति धातु तुदादिगणे स्थापिताः, न तु भुवादिगणे? तस्य विषये अपि प्रयोजनम् अस्ति। तत् किम् इति अग्रिमे बिन्दु तत्र दत्तम् अस्ति। इदानीं सम्यक् वा इति भगिनी अवगतं? सम्यक् अवगतं, सम्यक् अवगतं भगिनी, सम्यक् अवगतम्। अस्तु, धन्यवादः। धन्यवादः। कः पठितुम् इच्छति? संध्या आम्, सुलोचना भगिनी अस्ति। अस्तु, सुलोचना भगिनी कृपया पठतु सप्तमबिन्दु। यत् येषां धातूनां गुणप्रसङ्गः नास्त्येव तेषां केन आधारेण भ्वादिगणे तुदादिगणे वा इति निर्णयः? यथा पट् धातुः किमर्थं भ्वादिगणे, चल् धातुः किमर्थं तुदादिगणे? प्रत्युत्तरं प्राप्यते शत्रन्तप्रकरणे। भ्वादिगणे शत्रुप्रत्ययस्य संयोजनेन स्त्रियां नुगागमः नकारः सर्वत्र भवति। बालिका वदन्ती गच्छति, माता खादन्ती चिन्तयति। भ्वादिगणे स्त्रियाम् अयं नकारः सर्वदा भवति, परन्तु तुदादिगणे अयं नकारः वैकल्पिकः। बालिका चलती चिन्तयति, बालिका चलन्ती चिन्तयति वा? भ्वादौ तुदादौ च अयं भेदः सर्वत्र अस्ति। शत्रन्तपदेषु भ्वादौ नुगागमः नित्यः, तुदादौ च वैकल्पिकः। किञ्चित् वदतु। भ्वादिगणे सुदादिगणे अपि उपधायाम् अकारः अस्ति चेत् गुणः न भवति, रूपं समानं भवति। यदा यथा पट्धातुः अस्ति अत्रापि उपधायाम् अकारः अस्ति, चल् धातुः अस्ति अत्रापि उपधायाम् अकारः अस्ति। किन्तु चल् धातुः तुदादिगणे अस्ति, पट् धातुः भ्वादिगणे अस्ति। वयं कथं जानीमः किमर्थं पट् धातुः भ्वादिगणे अस्ति, किमर्थं चल् धातुः तुदादिगणे अस्ति इति ज्ञातुम् इच्छामः चेत् शत्रन्तप्रत्ययस्य योजने, शत्रुप्रत्ययस्य योजनेन एव वयं जानीमः। भ्वादिगणे ये ये धातवः सन्ति शत्रुप्रत्ययस्य योजनेन स्त्रियां नकारः भवति, किन्तु तुदादिगणे ये ये धातवः सन्ति शत्रुप्रत्ययस्य योजनेन नकारः न भवति, नकारः वैकल्पिकरूपेण भवति, भवितुमर्हति न अपि भवितुमर्हति। अतः शत्रुप्रत्ययस्य योजनेन एव वयं जानीमः सः सा धातुः भ्वादिगणे वा तुदादिगणे वा। यदा पट् धातुः अस्ति चेत् शत्रुप्रत्ययस्य योजनेन स्त्रीलिङ्गरूपं भवति, पठन्ती एवं भवति। चल् धातुः अतः चल् धातुः तुदादिगणे अस्ति, अतः अत्र नकारः नित्यः न भवति, वैकल्पिकः भवति। अतः रूपं भवति चलती अपि भवितुम् अर्हति, चलन्ती अपि भवितुम् अर्हति। शत्रुप्रत्ययस्य योजनेन एव वयं ज्ञातुं शक्नुमः सः सा धातुः तुदादिगणे वा भ्वादिगणे वा इति। साधु भगिनी, तथैव अस्ति। धन्यवादः। तथैव अस्ति। सो अत्र यः प्रश्नः आयाति सः आयाति यस्मिन् यस्मिन् धातुः गुणस्य प्रसक्तिः नास्ति तत्र कथं जानीमः धातु वादिगणस्य धातु वा तुदादिगणस्य धातु, यथा पाठ् पात् त्यज् वाद् इत्यादीनि धातवः। सो तत्र अत्र उत्तरं किम् अस्ति, सो शत्रन्तप्रकरणे तत्र शत्रन्त इत्युक्ते श्तृ शानच् प्रत्ययः, वयं जानीमः तत्र श्तृ इति यः प्रत्ययः अस्ति सः तत्र शकारः इत्संज्ञकः, शकारः अपगच्छति, तत्र यः अन्ते ऋकारः अस्ति सः अपि अपगच्छति, तत्र अत् एव अवशिष्टभागः श्तृ इति प्रत्यये, श्तृ शत्रु इति प्रत्यये अत् अवशिष्टभागः अकारः तकारः। सो यदि वयं धातु अनन्तरं शत्रुप्रत्ययः योजयामः तत्र किं भवति, तत्र धातुयोग अत् भवति। सो तत्र तकारान्त, वयं जानीमः शत्रु इति यः प्रत्ययः अस्ति सः कृदन्तप्रत्ययः, कृत् प्रत्ययः अस्ति, कृत् प्रत्ययः अस्ति। सो कृत् प्रत्ययः यदा धातु अनन्तरं कोऽपि कृत् प्रत्ययः आयाति चेत् तस्य किं संज्ञा भवति, प्रातिपदिक इति संज्ञा भवति। सो यस्य यस्य प्रातिपदिक इति संज्ञा भवति तत्र किं भवति, तत्र प्रातिपदिकस्य अनन्तरं तत्र सुप् प्रत्ययः पदस्य निर्माणार्थं तत्र तिङ् न आयाति, तत्र पदस्य निर्माणार्थं तत्र सुप् प्रत्ययः विहितः भवति। सो अत्र यदा वयं धातुयोगशत्रु कुर्मः चेत् तत्र तकारान्त प्रातिपदिकं भवति, सो तकारान्त प्रातिपदिकं भवति, अतः तत्र यदि वयं एकवचने तत्र किं भवति, तत्र त्रिषु लिङ्गेषु त्रिषु वचनेषु शत्रु योजयामः चेत् प्रातिपदिकं यथा भवेत् तस्य अनन्तरं त्रिषु लिङ्गेषु त्रिषु वचनेषु तत्र रूपाणि सिद्ध्यन्ति। सो अत्र किं लिखितम् अस्ति, यदा वयं स्त्रीलिङ्गरूप शत्रन्त यः धातुयोगस्तृ कुर्मः चेत् स्त्रीलिङ्गे तत्र किं भवति, तत्र कस्यचित् विशिष्टसूत्रद्वारा तत्र नुमागमः भवति, इत्युक्ते तत्र नकारस्य आगमः भवति, नकारः आयाति स्त्रीलिङ्गे। सो तत्र किं भवति, तत्र खादन्ति भवति, खादित् धातु अस्ति तत्र खादन्ति इति एकम् एव रूपः, वदन्ति अस्ति, वध् इति धातुः भुवादिगणस्य धातु, यदा शत्रुप्रत्ययः योजयामः तत्र किं भवति, तकारान्त प्रातिपदिकं भवति, अनन्तरं सुप् योजयामः चेत् एकवचने वदन्ती भवति। सो वदन्ति, सो अत्र किं लिखितमस्ति, यः नुमागमः तकारान्त प्रातिपदिकेषु यः नुमागमः भवति सः भुवादिगणे नित्यं भवति। सो यः यः धातु भुवादिगणे अस्ति तस्य अनन्तरं शत्रुप्रत्ययः, तु प्रत्येकस्मिन् धातु अनन्तरं शत्रुप्रत्ययः योजयामः आगन्तुं शक्यते। सो यत् किमपि धातु भुवादिगणे अस्ति यदि वयं शत्रुप्रत्ययः योजयामः तत्र स्त्रीलिङ्गे नकारः नित्यम् आयाति, इत्युक्ते खादन्ति, वदन्ति, पठन्ति, भवन्ति इति एतादृशानि रूपाणि तत्र भुवादिगणे भवति। परन्तु तत्र तुदादिगणे यः नुमागमः स्त्रीलिङ्गे यः नुमागमः आयाति सः वैकल्पिकः, इत्युक्ते एकस्मिन् पक्षे नकारः आयाति एकस्मिन् पक्षे नकारः न आयाति। सो तत्र लोके किमस्ति, बालिका चलति चिन्तयति, बालिका चलन्ती चिन्तयति, परन्तु भुवादिगणे तादृशः स्थितिः नास्ति, तत्र तु नित्यं नुमागमः भवति। सो यः अस्ति प्रयोजनं, सो चल विषये किमर्थं पाणिनिना चल् इति धातु तुदादिगणे स्थापिताः इति तत्र तस्य उत्तरम् अस्ति, बिकास् लोके किम् आसीत् तत्समये, लोके किम् आसीत् तत्र बालिका चलन्ती चिन्तयति अपि तत्र द्विप्रकारकः तत्र पदानि तत्र सः दृष्टवान्, अतः तेषां विषये सः किं तादृशधातवः अपि सः तुदादिगणे स्थापितः, यथा मया पूर्वस्मिन् वर्गे उक्तं तुदादिगणे विशिष्टगणः। किमर्थं विशिष्ट? अत्रापि अकारः श्रूयते, भुवादिगणे अपि अकारः श्रूयते, तथापि तुदादिगणः किमर्थं विशिष्टम्? तुदादिगणे विशिष्टम् अस्ति तत्र ये धातवः तत्र सन् पाणिनिना स्थापिताः। प्रथमे तु तत्र बहुत्र देर् आर् अराौण्ड् ऐ थिङ्क् 157 धातु, सप्तपञ्चाशत् अधिक एकशततम धातवः तत्र तुदादिगणे पाणिनिना स्थापिताः। ते तत्र बहुत्र धातवः तत्र एतादृशः धातवः पाणिनिना स्थापिताः यस्मिन् उपधायां ह्रस्व इ ह्रस्व उ ह्रस्वरुकारः तत्र सन्ति। सो औट् आफ् 157 धातुस् देर् आर् अराौण्ड् मोर् देन् 100 धातुस् विच् हेव् ह्रस्वैकारः ह्रस्वकारः अपि च ह्रस्वरुकारः इन् द उपधा प्लेस्। तथापि तत्र गुणः न भवति, वयं जानीमः तुदादिगणः गुणः न भवति। सो लोके तादृशः तत्र पदानि तत्र सः दृष्टवान्, अतः सः एकं विशिष्टगणं तस्य निर्माणं कृतवान्, तस्य नाम अस्ति तुदादिगणः। तथैव द्वितीयबिन्दुः किम् अस्ति, भुवादिगणे अपि च तुदादिगणस्य मध्ये यः भेदः अस्ति, शत्रन्तप्रकरणे अपि तत्र भेदः सः दृष्टवान्। सो शत्रन्तप्रकरणे ये अकारयुक्तधातवः अस्ति, यदा शत्रुप्रत्यय योजयामः तत्र किं भवति, तत्र अनन्तरं तत्र स्त्रीलिङ्गे तत्र नुमागमः आयाति। भुवादिगणे ये धातवः सः स्थापितवान् तत्र नुमागमः नित्यं भवति, इत्युक्ते एकम् एव रूपः अस्ति, त्यजन्ति वदन्ति पतन्ति पठन्ति, तत्र दीर्घ इकारः अन्ते अस्ति, न तु ह्रस्व इकारः। वदन्ती गच्छति, वदन्ति इति पदमस्ति, परन्तु तत्र अन्य यत्र यत्र द्विप्रकारकः पदानि सः दृष्टवान्, तत्र पठ य अपि च चल, तत्र अपि हलन्तधातवः उपधायाम् अकारः अस्ति, परन्तु शत्रन्तप्रकरणे तत्र भेदः अस्ति, अतः सः तादृशधातवः कुत्र स्थापितवान्? तुदादिगणे स्थापितवान्। किमर्थं चेत् तत्र रूपद्वयम् अस्ति, बालिका चलति अपि रूपं लोके अस्ति, चलन्ती अपि रूपम् अस्ति। सो तत्र चलविषये यः प्रयोजनम् अस्ति, चल किमर्थं सः तुदादिगणे स्थापितवान्, एतत् एव प्रयोजनम्, इत्युक्ते शत्रन्तप्रकरणे तत्र नुमागमः वैकल्पिकः। अस्माकम् इच्छा अस्ति चेत् वी केन् यूस् चलति, अस्माकम् इच्छा अस्ति चेत् वी केन् यूस् चलन्ति, सो वैकल्पिकः, वी हेव् एन् आल्टर्नेटिव् ओवर् देयर्। बट् भुवादिगणे तत्र नुमागमः नित्यं, यथा शत्रु योजयामः चेत् तत्र स्त्रीलिङ्गे नुमागमः नित्यं भवति। एतत् अस्ति द्वितीयः भेदः भुवादिगणे अपि च तुदादिगणे मध्ये द्वितीयः भेदः कः, कुत्र प्राप्यते? शत्रन्तप्रकरणे, इत्युक्ते शत्रु यः योजयामः तत्र स्त्रीलिङ्गे नुमागमः नित्यं, कुत्र? भुवादिगणे। परन्तु तुदादिगणे नुमागमः वैकल्पिकः, इत्युक्ते अस्माकम् इच्छा अस्ति चेत् नुमागमः कर्तुं वी केन् डू द नुमागमः, इच्छा नास्ति चेत् विदौट् नुमागमः अपि पदः इति साधुपदं, चलति अपि साधु, चलन्ति अपि साधु, परन्तु वदति इति साधु नास्ति, वदन्ति एव साधु अस्ति, साधुपदं न तु वदति इति पदम् इति तत्र द्वितीयः भेदः। सो यत्र यत्र गुणस्य प्रसक्तिः नास्ति तत्र तस्य केन आधारेण वयं ज्ञातुं शक्यते, धातु कस्मिन् गणे अस्ति, शत्रन्तरूपं दृष्ट्वा एव ज्ञातुं शक्यते। एकनिमिषः kindly give me one second. अस्तु भगिनि, किमपि न श्रूयते. आमाम्, अहं म्यूट् मध्ये आसीत्. एकनिमिष. क्षम्यतां, तत्र ऐ घाट् सम् इम्पार्टेण्ट् फोन् काल्, देट्स् वै. कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु. इदानीं पर्यन्तं ध्वनिः श्रूयते वा? आं भगिनि, आम्. अस्तु, कोऽपि प्रश्नः अस्ति कृपया पृच्छतु. अन्यथा अत्र यः अद्य यः नूतनकरपत्रम् अस्ति तत्र अभ्यासः अस्ति. सो लटिरूपं दृष्ट्वा कथं जानीमः धातु कस्मिन् गणे अस्ति इति, तस्य कृते यः अभ्यासकरपत्रम् अस्ति तस्य प्रति गच्छामः. अस्तु, सो इदानीं पर्यन्तं तत्र किं लटिरूपं दृष्ट्वा प्रथमे किं द्रष्टव्यं? धातु तिङ् मध्ये कः भागः, तस्य भागस्य आधारेण एव वयम् ऊहां कर्तुं शक्यते धातुः कस्मिन् गणे अस्ति. यत्र यत्र ब्रह्मः जायते तत्र तु वयं दृष्टवन्तः, यथा अदादिगणः अपि च जुहोत्यादिगणस्य मध्ये तत्र धातु तिङ् मध्ये किमपि न अस्ति, परन्तु जुहोत्यादिगणे द्वित्वं भवति. सो तत्र यत्र यत्र द्वित्वं भवति तत्र लटिरूपं पश्यामः चेत् धातु ज्योत्यादिगणस्य न तु अदादिगणस्य. यत्र द्वित्वं न भवति तत्र धातु तिङ्मध्ये किमपि न आसीत् अतः तत्र द्वित्वं न दृश्यते धातु तिङ्मध्ये किमपि वर्णः न श्रूयते अतः धातु अधिगणस्य धातु इति वदामः सो आदौ किं करणीयम् आदौ लटीरूपं पश्यामः चेत् धातु तिङ्मध्ये कः भागः इति तत्र द्रष्टव्यं तस्य आधारेण एव ज्ञातुं शक्यते धातुः कस्मिन् गणे अस्ति यत्र यत्र भ्रमः अस्ति तत्र तु वयम् अधीतं यथा तुदा भुवादिगणे अपि च तुदादिगणे मध्ये तत्र सर्वत्र अकारः श्रूयते धातु तिङ्मध्ये तत्र अकारः श्रूयते परन्तु वयम् इदानीं वयं जानीमः गुणं दृष्ट्वा ज्ञातुं शक्यते धातु भुवादिगणस्य धातु अपि च यत्र यत्र गुणस्य प्रसक्तिः नास्ति तत्र शत्रन्तप्रकरणे शत्रन्तरूपं दृष्ट्वा ज्ञातुं शक्यते सो अस्मिन् अभ्यासे तत्र तादृशः शत्रन्तरूपाणि तत्र न दत्तं परन्तु तत्र गुणस्य गुणः इति विशिष्टम् अस्ति गुणः दृष्ट्वा कथं ज्ञातुं शक्यते धातु भुवादिगणस्य धातु वा तुदादिगणस्य धातुः सो इदानीं वयं किं जानीमः गुणः कुत्र भवति गुणः केन कारणेन भवति कस्य कस्य वर्णस्य गुणः इत्युक्ते इ उ रु वर्णस्य गुणः एव भवति इकारस्य गुणः एकारः उकारस्य गुणः ओकारः अपि च ऋकारस्य गुणः अकारः भवति अनन्तरं सः तस्य अकारस्य परे रेफः अपि आयाति सः रेफः तु गुणितवर्णः नास्ति केवलं त्रीणि वर्णः एव गुणितवर्णः अकारः एकारः ओकारः इत्युक्ते गुणकार्ये यः गुण इति एकं सिद्धान्तः अस्ति एकं कार्यम् अस्ति गुणकार्यं तत्र त्रयः वर्णः एव आदेशरूपेण आगन्तुं शक्यते ते वर्णः के अकारः एकारः ओकारः सो ऋकारस्य स्थाने अकारः आदेशः उकारस्य स्थाने ओकारः इकारस्य स्थाने एकारः अनन्तरं यः ऋकारस्य स्थाने अकारः आदेशः भवति तस्य परे रेफः अपि आयाति सो तत्र वयं किं वदामः ऋकारस्य गुणः आर् भवति परन्तु आदौ तु केवलम् अकारः एव आयाति इति तु अग्रिमे ये करपत्राणि तत्र सन्ति तत्र एतत् सर्वं दत्तमस्ति किमर्थं रकारः आयाति केन सूत्रेण आयाति इति तत्र सर्वत्र दत्तमस्ति इदानीम् अभ्यासस्य प्रति गच्छामः कः प्रारम्भं करोति अस्तु इदानीम् आम् चेतन भगिनी अस्ति वा चेतन नमस्ते महोदय नमस्ते अत्र प्रथमे अत्र एकं परिच्छेदं दत्तं कृपया पठतु एतावता धातु कृज् धातु अत्र उपरि उपरि एकं परिच्छेदं दत्तम् अस्ति एतावता धातुगणानाम् एतावता धातुगणानां प्रसङ्गे गुणस्य प्रसङ्गे च बहु किमपि ज्ञातम् अधुना अभ्यासः करणीयः अस्मिन् कोष्टके धातवः दत्ताः सन्ति एकैकस्य लट् लकाररूपम् अपि दत्तम् धात्वर्थः अपि दत्तः धातुं च लट् लकाररूपं च दृष्ट्वा गणं गणस्य नाम च पूरयतु अत्र किं करणीयं दातुं पश्यामः क्रियापदम् अपि दत्तमस्ति धातु अर्थः अपि दत्तमस्ति धातु अर्थः यथा गृज् इति धातु शब्दे तस्य अर्थः अस्ति शब्दे सो अस्माभिः किं करणीयं धातुः दृष्ट्वा अपि च क्रियापदम् एकवचन लट् लकार एकवचनरूपं दृष्ट्वा तत्र अस्माभिः तत्र किं कृतं धातुः कस्मिन् गणे अस्ति गणस्य नाम कः इति तत्र वदनीयम्, अत्र एतत् सर्वत्र वदनीयम्. सो वी हेव् टु सी द धातु, वि विल् सी द लटिरूपम् एण्ड् देर् इस् अर्थः अपि. सो लटिरूपं पश्यामः चेत् धातु कस्मिन् गणे अस्ति इति तत्र सर्वं वदनीयम् इति. अत्र यथा गृज् इति विषये अत्र लिखितमस्ति, गृज् इति धातुः गर्जति इति लटीरूपम्. अत्र उपधायां रस्वरुकारः, रुकारस्य गुणः अर्. सो गरज, गरज प्रथमे किं, प्रथमे किं द्रष्टव्यं, गरज योगति मध्ये कः भागः, मध्ये जकारस्य अनन्तरं कः भागः, अकारः. सो अकारः विकरणप्रत्ययः कुत्र कुत्र आयाति वदतु. भवादिगणे तुदादिगणे, भवादिगणे अपि धातु तिङ् मध्ये अकारः आयाति, तुदादिगणे अपि धातु तिङ् मध्ये अकारः आयाति, परन्तु तुदादिगणेः गुणः न भवति. अत्र तु गृज् गरज् भवति. अत्र गुणकार्यं दृश्यते, ऋकारस्य गुणः अर्, सो गरज् अनन्तरम् अकारः अनन्तरं ति. अतः धातु तिङ्मध्ये प्रथमे अकारः तत्र पश्यामः, अनन्तरं तत्र गुणकार्यम् अपि भवति. अतः वयं किं वदामः, धातु प्रथमगणस्य धातुः, तस्य नाम कः, प्रथमगणस्य नाम अस्ति भुवादिगणः इति तत्र अस्माभिः पूरितम्. चेतना भगिनी तत्र वदतु शुच् विषये, शुच् दृष्ट्वा. शुच् धातुः क्रियापदं शोचति, अतः शुच् उपधायाम् उ भवति, ह्रस्व उ भवति. तत् ओ क्रियापदे ओ भवति, अतः गुणकार्यम् अस्ति. अतः प्रथमगणे भ्वादिगणे अस्ति शुच् धातु. आं सत्यं, परन्तु आदौ किं पश्यामः, आदौ शोचति इति रूपं पश्यामः चेत् धातु तिङ् मध्ये कः भागः, शोच् अति अ अस्ति, अतः भ्वादिगण वा तुदादिगण गणे वा इति प्रश्नः. सो अत्र गुणकार्यं दृश्यते, अतः धातु भुवादिगणस्य धातु. सत्यं, तिल् विषये अपि वदतु. तिल् धातुः, तिल् मध्ये उपधा ह्रस्व इकारः अस्ति, क्रियापदे ति ल ति सोरि तिल् अ ति अस्ति. अत्र अपि धातु तिङ् मध्ये अ अस्ति, अतः उपधा द्रष्टव्यं. तत्र ह्रस्व इ अस्ति, परन्तु क्रियापदे अपि ह्रस्व इ तिष्ठति, कोऽपि गुणकार्यं नास्ति, अतः तुदादिगण गणः षष्टमः गणः तुदादिगणः. आम् सत्यं, सम्यक् सम्यक् भगिनि. षष्टं गणस्य धातुः, न तु भुवादिगणस्य धातुः. किमर्थं चेत् अत्र तिल् मध्ये गुणस्य सम्भावना अस्ति, परन्तु गुणः न अभवत्. अतः अस्माकम् ऊहम् अस्ति अत्र अकारः आदौ तु किं पश्यामः, तिल् अति अकारः श्रूयते मध्ये. सो अकारस्य आधारेण वयं ज्ञातुं शक्यते धातुः भुवादिगणस्य वा तुदादिगणस्य. अनन्तरं गुणं दृष्ट्वा ज्ञातुं शक्यते धातु भुवादिगणस्य धातु वा तुदादिगणस्य धातु. अत्र तु गुणकार्यं न, भुवादिगणे तु सर्वत्र गुणकार्यं भवति, यत्र यत्र गुणस्य प्रसक्तिः अस्ति तत्र गुणः भवति एव, परन्तु तुदादिगणे गुणः न भवति. अतः तिलति रूपं पश्यामः चेत् अस्माकं निर्णयम् अस्ति तिल् इति धातुः षष्ठं गणस्य धातुः इत्युक्ते तुदादिगणस्य धातुः. सम्यक् भगिनि, धन्यवादः. श्रेहणे इत्युक्ते किं भगिनि? श्रेहणे तिलति श्रेहणे स्नेहे स्नेहे अत्र नकारः अस्ति, र नास्ति भगिनि. स्नेह स्नेह इति लौ तिल स्नेह अस्ति, न नकारः अस्ति, रकारः नास्ति. स्नेह आम् स्नेह इति अत्र स्रेह न अस्ति, स्नेह. अस्तु, ची विषये कः वक्तुमिच्छति? गायत्री एच् गायत्री भगिनी अस्ति वा? अहं वदामि. कः वदति? मञ्जुलि. आं वदतु भगिनि. ची विषये क्रियापदमस्ति चिनोति. तत्र लट् लकारस्य प्रथमपुरुष वचनमस्ति चिनोति. वितरणप्रत्ययस्य आकृतिः दृश्यते नो इति. नो न श्रूयते भगिनि? श्रूयते श्रूयते, किञ्चित् उच्चैः वदतु. आं श्रूयते श्रूयते. अधुना श्रूयते? अधुना श्रूयते? आं श्रूयते. लट् लकारस्य प्रथमपुरुष एकवचनमस्ति चिनोति. विकरणप्रत्यय आकृतिः दृश्यते नो, तथा स्वादिगणे अस्ति, पञ्चमगणे अस्ति. सत्यं सत्यं. शुष् शुष् विषये वदतु. शुष् शुष् शुष्यति. शुष् शोषणे अस्ति. लट् लकारस्य प्रथमपुरुष एकवचनमस्ति शुष्यति. शुष्यति य य दृश्यते विकरणप्रत्ययस्य आकृति, तथा धातु अस्ति दिवादिगणे, चतुर्थगणे अस्ति. सत्यं सत्यं, तथैव अस्ति. धन्यवादः. कः अग्रे कः वक्तुमिच्छति? कृपया स्वयम् अग्रे आगच्छतु. इति तु सरलम् अस्ति. ज्योतिलक्ष्मी अस्ति वा? ज्योतिलक्ष्मी नमस्ते, अग्रे वदतु. दिश् धातुः दिशति अपि सर्जने. अत्र दिश् प्लस् अ प्लस् ति अकारः अस्ति, अतः तुदादिगणे अस्ति, न तु द्वादिगणे. किमर्थम् इत्युक्ते दिश् धातोः गुणः न भवति, अतः दिशति इति न आगच्छति, अतः षष्टमगणे अस्ति दिशति. अनन्तरं वेलयति विल् धातुः. वेल् अय प्लस् ति अय आगच्छति, अतः एतत्तु चुरादिगणे अस्ति, चुरादिगणस्य लक्षणम् अस्ति अय इति, अतः वेल् अय ति. चुरादिगणे के प्रत्ययः मध्ये आयाति? धातु तिङ् मध्ये के प्रत्ययाः चुरादिगणे आयाति? केवलं विकरं प्रत्ययः आयाति, कोऽपि अन्यप्रत्ययः अपि आयाति वा? निच् निच् योग शब् निच्. आं भगिनि, लेट् हर् स्पीक्. सोवर् इस् स्पीकिङ्ग्, लेट् हर् स्पीक्. इफ् शी डस् नाट् नो देन् अदर् पर्सन् केन् स्पीक्. स्वार्थे निच् प्रत्ययः भवति भगिनि, अनन्तरं विकरणप्रत्ययः शप् इति भूत्वा अ आगच्छति, अनन्तरं य, अतः मिलित्वा अय इति. सो तत्र महत्वपूर्णबिन्दुकः, निच् इति प्रत्ययस्य कारणेन अपि गुणः भवति, परन्तु केवलम् उपधायाम्. इत्युक्ते निच्यः प्रत्ययः अस्ति, वयम् अग्रे सूत्राधारेण एतत् सर्वं पठिष्यामः, परन्तु इदानीं तत्र किम् अस्ति एतत् स्मर्तव्यः. किं तत्र निच् कारणेन धातु यः उपधायां ह्रस्व इ उरु अस्ति चेदेव गुणः भवति. निच् कारणेन अन्तिम इ उरुवर्णस्य गुणः न भवति. सो तत्र इम्पार्टेण्ट् बिन्दु किम् अस्ति, निच् कारणेन केवलम् उपदायां स्थितस्य इकवर्णस्य गुणः इति. तत्र यथा विल् इति धातुः, विल् इति धातु अस्ति, अत्र उपदायाम् इकारः अस्ति, ह्रस्व इकारः अस्ति, अतः अत्र निच् कारणेन विल् वेल् भवति. सो विल् वेल् भवति, अनन्तरं तत्र निच् यः अस्ति तत्र इकारः अवशिष्टभागः. वेली इति नूतन धातुः, वेली लकारः इकारः ह्रस्व इकारः, अनन्तरं शप् अपि आयाति, शप् प्रत्ययः. सो शप् प्रत्ययस्य कारणेन यः निच् प्रत्ययस्य इकारः अस्ति, ई इति भागः अस्ति, तस्य ए भवति. सो वेले भवति शप् कारणेन, वे ले अनन्तरम् एचो यवायः इति सूत्रेण वेलायति. अय इति आदेशः भवति एकारस्य, लकारस्य अनन्तरं यः एकारः तस्य अय इति आदेशः भूत्वा वेलयति, अयति, अय इति भागः श्रूयते. सो यत्र यत्र अय इति भागः श्रूयते तत्र तो तत्र किमस्ति चुरा अन्तिमगणस्य धातुः, दशमगणस्य धातुः, चुरादिगणस्य धातुः इति तत्र स्मर्तव्य अंशः. मी विषये अपि वदतु. आं भगिनि, मीनाति इति मी धातुः, मीनाति मी प्लस् ना प्लस् टि, अतः एतत् क्रियादिगणे आगच्छति. नवमः गण, नवमः गणः. आम् विकरणप्रत्ययः अस्ति तत्र श्ना इति, तत्र ना एव तिष्ठति, अतः एतत्तु नवमगणः क्रियादिगणः अस्ति. आं सम्यक्. सो तत्र आदौ किं पश्यामः, धातुतिङ्मध्ये कः भागः, तस्य आधारेण एव वयं बहुत्र ज्ञातुं शक्यते धातु कस्मिन् गणे अस्ति. धन्यवादः भगिनि. धन्यवादः भगिनि. कृष्णमूर्ति अस्ति वा? कृष्णमूर्ति. आं महोदय. आं वदतु, कृष् विषये वदतु. उच्चैः वदतु, उच्चैः वदतु. न श्रूयते महोदय. कृष्य धातुः कृषति क्रियापदम् अर्थं विलेखने कृष् इति अकारः श्रूयते. कृषति, कृष् अति, कृष् कृष् अति अकारः अस्ति, किन्तु भादिगणे अस्ति वा न श्रूयते, सम्यक् न श्रूयते, ध्वनिः सम्यक् नास्ति महोदय. कृष्य इत्यत्र कृषति, कृष्य आ अस्ति, अस्ति चेत् द्वादिगणे अस्ति वा द्वादिगणे अस्ति वा इति चिन्तयामः. अद्य अश् कृ कृषति गुणः नास्ति, गुणः नास्ति, अकारः नास्ति, तत्र षष्टमगुणः अस्ति तुदादिगणः. सत्यं सत्यं महोदय, अत्र गुणकार्यं न दृश्यते. अकारः तु श्रूयते परन्तु गुणकार्यं न दृश्यते, अतः धातुः षष्टं गणस्य धातुः, तुदादिगणस्य धातुः. भी विषये वदतु. भी कृष् आम् इत्यत्र अर्थः अये क्रियापदं दीयते, दीयते, विभेते, भी विभेते, द्वित्वमस्ति, विभेति द्वित्वम् अस्ति महोदय, द्वित्वकारणेन गुणः नास्ति, किन्तु द्वित्वं कारणतः तृतीयगणः तृतीयगणः अस्ति. सत्यम् महोदय, किञ्चिदपि न श्रुतम्. अहं वदामि यत् महोदय कृषति अत्र आतिष्ठति खलु, प्रथमगणः न भवति वा? कृष् प्रश् किमर्थम् अत्र कृष् गुणः न भवति इति कारणेन. आम् आम् सत्यम्. अत्र उपधायां रस्वरुकारः अस्ति परन्तु गुणः न दृश्यते, कृष् कृष् एव तिष्ठति, कृष्कर्ष् न भवति. अत्रापि शप्येव खलु, अहं तु प्रथमदिन अस्ति कक्षायां तदर्थं पृष्टं. न तत्र किम् अस्ति, तत्र महोदय कृपया म्यूट् मध्ये तिष्ठतु, तत्र ध्वनिः आयाति, प्रतिध्वनिः आयाति अत्र. अस्तु, धन्यवादः. अत्र दृश्यतु, अत्र तत्र पाणिनिधातुपाठे कृष् इति द्वौ धातवः तत्र अस्ति. एकं कृष् धातु भुवादिगणे अस्ति, तस्य रूपः अस्ति कर्षति, तत्र ऋकारस्य अर् इति गुणः भवति. परन्तु अत्र यः कृष् कृषति अस्ति सः, तत्र तु गुणः न दृश्यते. कृष् इस् अत्र लटीरूपे अपि कृष् एव अस्ति, केवलम् अकारः धातुतिङ् मध्ये अकारः श्रूयते, अतः गुणः न दृश्यते. अतः यत्र यत्र गुणः न दृश्यते, धातुतिङ् मध्ये अकारः श्रूयते, तत्र तु तुदादिगणस्य धातुः, षष्ठं गणस्य धातुः. अत्र गुणस्य प्रसङ्गः अस्ति परन्तु प्राप्तिः न भवति. किमर्थं चेत् तत्र श इति विकरणप्रत्ययः, शकारः अकारः, तत्र पकारस्य अभावेन गुणः न भवति तुदादिगणे. पकारस्य अभावः अस्ति अतः तत्र गुणः न भवति. यद्यपि तत्र धातुः गुणानुकूलः अस्ति तथापि तत्र गुणकार्यं न भवति. सो कृष् कृष् एव तिष्ठति, केवलं श इति विकरणप्रत्ययस्य अकारः मध्ये आयाति, अतः रूपं किं भवति? कृष् अति कृषति इति रूपम्. महोदयेन उक्ता भी इति बिभेति, अत्र द्वित्वं श्रूयते, द्वित्वं श्रूयते. वयं जानीमः तत्र एकस्मिन् एव गणे द्वित्वकार्यं भवति, सः अस्ति तृतीयगणः, ज्योत्यादिगणः, अतः धातुः ज्योत्यादिगणस्य. एतत्तु सत्यं, परन्तु अत्र गुणकार्यं भवति. किमर्थं भवति? अत्र यथा भी भवति, प्रथमे किं भवति? यः धातुभागम् अस्ति भी, आदौ द्वित्वं भूत्वा किं भवति? भी भवति. भी यथा भी भवति, तत्र यः आदिं भी अस्ति, यः प्रथम भी अस्ति, तस्य दीर्घस्वरस्य ह्रस्व भवति. अपि च यः महाप्राणवर्णः भकारः, यः महाप्राण अस्ति, तस्य अल्पप्राणत्वं जायते. सो आदिं भी यः अस्ति सः बि भवति. परन्तु यः द्वितीय भी अस्ति किं भवति? भी अनन्तरं तिङ् इति प्रत्ययः, तिप् इति प्रत्ययः. सो एकनिमिषः, select items to share whiteboard. Astu, continue. Atra whiteboard drishyate va? Aam bhagini drishyate. Aam bhagini. So dvitvam, yatha dvitvam bhavati, tatra kim bhavati? Adav to bhi bhavati. It is very difficult to write with mouse, kindly ignore. So adav bhi bhavati, dvitvam bhutva anantaram. धातु तिङ् मध्ये तु विकरणप्रत्ययः नास्ति, परन्तु तिङ् प्रत्ययः तु अस्ति. सो तिप् इति विकरणप्रत्ययः, एकनिमिषः, आम् तिप् इति विकरणप्रत्ययः. सो यः आदिं तत्र यः द्वित्वं कार्यम् अस्ति, तत्र कानिचन सूत्राणि सन्ति, तेन सूत्रेण किं भवति, यदि यः आदिं भी अस्ति, अस्य तु एकं संज्ञा अस्ति इदानीं तत् मास्तु, यः दीर्घस्वरः अस्ति आदौ तस्य ह्रस्वस्वरः जायते, यदि कोऽपि महाप्राणव्यञ्जनः अस्ति तस्य अल्पप्राणत्वं जायते सूत्राधारेण. सो यः आदिं भी अस्ति तस्य भि भवति, अनन्तरं यः द्वित्वभी अस्ति बिभी इति रूपम्, अनन्तरं तिप् इति प्रत्ययः. तिप् इति प्रत्ययस्य कारणेन अपि गुणः सम्भवति, अत्र पकारस्य अभावः नास्ति, एकवचने पकारस्य अभावः नास्ति, अत्र पकारः अस्ति. तिप् तस् जि तिप् एकवचने तिप् अस्ति, द्विवचने तु पकारस्य अभावः, बहुवचने अपि पकारस्य अभावः, परन्तु एकवचने पकारस्य अभावः नास्ति, अतः अत्र गुणकार्यं भवति ति इति अवशिष्टभागः. सो ति कारणेन अत्र ति कृते फार् तिप् प्रत्ययः अन्ते कः अस्ति, ति प्रत्ययः इकारः दृश्यते, तु ति दिस् इकारः तत्र दृश्यते, इकारः इ उ रु अस्ति चेत् गुणः भवति. सो इका तिप् कारणेन भी किं भवति, भे भवति, इकारस्य गुणः कः अस्ति, एकारः, दिस् बी बिकम्स् बिकास् अन्ते स्थितस्य इकारस्यापि गुणः, उपदायां स्थितस्य ह्रस्व इकारस्यापि गुणः, अत्र तु अन्ते अस्ति बिभी भि भी भवति, अन्ते इकारः अस्ति, दिस् बी बिकम्स् बे, अत्र गुणकार्यं भवति परन्तु विकरणप्रत्ययस्य कारणेन न, तिप् प्रत्ययस्य कारणेन. सो इट् बिकम्स् बिभेति, वर्णमेलनेन किं भवति, बिभेति, गुणं तु भवति परन्तु तस्य कृते कारणं किं, तिप् इति प्रत्ययः, परन्तु द्विवचने बि एव तिष्ठति, तत्र तु पकारस्य अभावः अस्ति. सो अत्र सत्यं महोदयेन उक्ता ज्योतादिगणस्य धातु, तत्तु सत्यं, परन्तु गुणः अपि भवति अत्र, बिभे भवति. अस्तु, इदानीम् एकनिमिषः, शेर् स्टाप्. सम्यक् वा अवगतं, सर्वैः अवगतं वा? आं भगिनि. आं भगिनि. आम् तथैव, तत्र तत्तु भिन्नविषयः अस्ति. अस्तु, इदानीम् अग्रे सरेम. अग्रे कः पठितुम् इच्छति? अग्रे हिंस कृष्ण केवि अस्ति वा? अत्र लिखितमस्ति केव. नमस्कारः, अहं शृणोमि एव. आमाम्, अस्तु, वदामि, न वर्गवादन कर्तुम् इच्छामि. अस्तु, लक्ष्मी एच् एस् अस्ति वा? मालती भगिनी अस्ति? प्रयत्नं करोमि. वदतु, हिंसविषये नेट्वर्क् समस्या अस्ति भगिनि. इदानीं सम्यक् अस्ति, वदतु, चिन्ता मास्तु. स्क्रीन् नै दृष्टं रा न दृश्यते वा? मम स्क्रीन् दृश्यते, दृश्यते भगिनि. विषये वदतु, हिंसविषये. हिंस धातुरूपं लटिरूपं हिनस्ति इति अस्ति, अर्थः अस्ति हिंसायां. प्रत्ययश्न अस्ति खलु, किं प्रत्ययः, किं विकरणप्रत्ययः कः? स्न अस्ति. न भगिनि, तत्र विकरणप्रत्ययस्य मूल आकृति श्नम् अस्ति, श्नम् अस्ति. तत्र विशिष्टलक्षणं किं? रुदादिगणे सप्तमगणे श्नम् इति विकरणप्रत्ययः, तत् तस्य विशिष्टलक्षणं किम् अस्ति जानाति वा? न भगिनि. कोऽपि अन्य जानाति कृपया वदतु. चिन्ता मास्तु भगिनि, वयं सर्वे मिलित्वा एव अत्र कुर्मः. कोऽपि अन्य जानाति हिंसविषये? आम् इष्णं तत्र विकरणप्रत्ययः अस्ति श्नम् इति, श म कारयोः भूत्वा न एव तिष्ठति. अनन्तरं हि इति रुदादिगणे विशिष्टलक्षणं किं भगिनि वदतु? तत्र नकारः कुत्र आयाति? विकरणप्रत्ययस्य भागः कुत्र आयाति? किमस्ति अन्तिमस्वरः? अहं वदामि वा? कः वदति? नकारः नकारः तिङ् तिङ् प्रत्यय आयाति. तिङ् आम् तथैव अस्ति. अन्तिम धातु यः अन्तिमस्वरः तस्य अनन्तरं विकरणप्रत्ययस्य भागः आयाति. हिंस इति धातुः कः अन्तिमस्वरः? एकम् एव स्वरः अस्ति, सः इकारः अस्ति. हकारः इकारः, अनन्तरं नकारः अनुस्वरः अस्ति, अनन्तरं सकारः. सो श्नम् इति प्रत्ययस्य यः न अस्ति, न भागं नकारः अकारः अवशिष्टभागः तत्र न अस्ति, न सो सः न कुत्र आयाति? इकारस्य अनन्तरम् आयाति. सो तत्र वयं किम् अधीतं? तत्र प्रत्येकस्य इति संज्ञकवर्णस्य तत्र लक्षणम् अस्ति. अत्रापि मकारस्य लक्षणः, मकारस्य लक्षणस्य कारणेन यः श्नम् इति यः विकरणप्रत्ययः अस्ति तत्र शकारः इत्संज्ञकः, अन्तिमस्थितः मकारः अपि इत्संज्ञकः. मकारस्य लक्षणम् अस्ति व्याकरणशास्त्रे, यः यः प्रत्ययः, यः यः आदेशः, यः यः आगमः, मित् आगमः, मित् इति अस्ति. मित् वदामः चेत् यस्मिन् मकारः इति संज्ञकः, यथा श्नम् इति प्रत्यये तत्र मकारः इति संज्ञकः. सो मकारः इति संज्ञकः अस्ति, तत्र सूत्र आधारेण किं भवति? सः मकारः अन्तिमस्वरस्य अनन्तरं मिद् अचो अन्त्यात् परः, एकं सूत्रम् अस्ति, मिद् अचो अन्त्यात् परः, अन्तिम अच् परे आयाति मित् इति आगमः. सो अत्र यः न इति विकरणप्रत्ययस्य भागः, सः धातु तिङ् मध्ये न आयाति, यथा अन्यस्मिन् गणे. अन्यस्मिन् गणे सर्वत्र किं भवति? यः विकरणप्रत्ययस्य भागः सः धातु अपि च तिङ् मध्ये आयाति. परन्तु यः सप्तमगणः रुदादिगणः, तत्र विशिष्टलक्षणं किं? तत्र विकरणप्रत्ययस्य भागः धातु यः अन्तिमस्वरः अस्ति तस्य अनन्तरम् आयाति. सो तत्र एकम् अन्यत् सूत्रं कार्यं करोति अत्र अस्मिन् हिंस इति विषये. अत्र यथा श्नम् इति प्रत्ययस्य न इति भागः आयाति, यदि यत्र कुत्रापि श्नम् प्रत्ययस्य भागस्य अनन्तरं कोऽपि नकारः अनुस्वरः अस्ति तस्य लोपः जायते. सो अत्र यः पूर्वे यः हिंस न अत्र यः अनुस्वरः अस्ति सः एतत् न इति भागस्य कारणेन सः तस्य लोपः भवति. सो हिनस्ति इति रूपं, हिन अत्र अकारः अपि अस्ति, हिनस्ति इति रूपं. सो अत्र यः न श्रूयते, न इति भागः. हिंसति रूप अशुद्धं वा? हिंसति इति न भवति, हिंसति अपि हिनस् हिनस् न हिंसति न भवति, हिनस्ति हिनस्ति इति रूपम्, हिनस्ति इति रूपम् अस्ति. हिंसयति अत्र दृश्यतु अधोभागे तत्र हिंस एकम् अन्यद् धातुः अस्ति. परन्तु सः रुदादिगणस्य हिंसा नास्ति. तत्र धातुपाठे यथा कृष् इति द्विधातवः तत्र स्तः, तथैव धातुपाठे इत्युक्ते पाणिनिधातुपाठे हिंस इति द्विधातवः. एकं हिंस धातु रुदादिगणे अस्ति, तत्र श्नम् इति विकरणप्रत्ययस्य कारणेन नकारः मध्ये आयाति. परन्तु यः द्वितीयः हिंस इति धातुः सः अन्यस्मिन् गणे अस्ति. तत्र अग्रे पश्यामः सः हिंस धातु कस्मिन् गणे अस्ति. परन्तु एतत् हिंस धातुः रुदादिगणस्य धातुः, अत्र यः न इति भागः श्रूयते, सः श्नम् विकरणप्रत्ययस्य भागः. सो यथा श्नम् इति नकारः आयाति, तथा यदि तस्य अनन्तरम् एकम् अन्यत् न अस्ति, अनुस्वरः अस्ति, तस्य लोपः भवति. विशिष्टसूत्रद्वारा तस्य लोपः भवति. परन्तु अत्र यः न इति भागः, सः विकरणप्रत्ययस्य भागः. अनन्तरं सकारः, सकारः तु हिंस इति सकारः, सकारः अन्तिमसकारः. अनन्तरं ति इति भागः तिङ्प्रत्ययस्य भागः. सो अत्र न यः भागः, सः विकरणप्रत्ययस्य भागः. अतः न इकारस्य अनन्तरम् आयाति. अतः यः धातु अस्ति हिंस इति धातुः, सः रुदादिगणस्य धातुः. अस्तु, सम्यक् वा? सर्वैः अवगतं वा? आम् आं भगिनि, परन्तु वक्तुं समये मुखेन न आगतम्. तत् चिन्ता मास्तु. अत्र रुदादिगणे विशिष्टलक्षणमस्ति, विकरणप्रत्ययः धातु तिङ्मध्ये न आयाति. सः धातु यः अन्तिमस्वरः, तस्य अनन्तरम् एव न इति भागः आयाति. अस्तु, इदानीं शिव विषये कः वक्तुमिच्छति? मालती भगिनी अस्ति वा? समस्या अस्ति महोदय, मेरा इण्टर्नेट् मम इण्टर्नेट् मध्ये न श्रूयते. चिन्ता मास्तु. मञ्जरी मालेकर् अस्ति वा? वदामि. शिव् सिव्यति, तन्तु सन्ताने अस्ति. विकरणप्रत्ययस्य लट् लकारे उच्चैः वदतु भगिनि, न श्रूयते. हा, लट् लकारस्य प्रथमपुरुषवचनमस्ति सिव्यति, सीव्यति, तथा य दृश्यते, य सी सी दीर्घत्वं भवति, सी सीव्यति दृश्यते, तथा दिवादिगणे अस्ति वा? दिवादिगणे आम्, तत्र य इति, आम् सत्यं सत्यं भगिनि, चतुर्थगणे य इति विकरणप्रत्ययस्य अवशिष्टभागः. सो यत्र यत्र धातु तिङ्मध्ये य इति भागः श्रूयते, तत्र तु द्विवादिगणस्य धातुः, चतुर्थगणस्य धातुः. धू विषये अपि वदतु. धूनाति अत्र लट् लकारे धुनाति ना दृश्यते तथा क्रयादिगणे नवम गणे अस्ति. आम् सत्यं. सो लटिरूपं पश्यामः चेत् तत्र धातु तिङ्मध्ये न श्रूयते. अत्र तु दीर्घ उकारस्य ह्रस्व उकारः भवति, तत्तु धातु आदेश, तत्तु भिन्नम्. परन्तु धातु तिङ्मध्ये भागं पश्यामः चेत् न इति भागं श्रूयते, अतः तत्र क्रयादिगणस्य धातु. किमर्थं चेत् तत्र एकम् एव गणः अस्ति यत्र विकरणप्रत्ययस्य भागः न अस्ति, सः अस्ति क्रयादिगणः, नवमगणः. अतः धातु क्रयादिगणस्य धातुः इति तत्र अस्माभिः तत्र पश्यामः. इदानीं स्थगामः. कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु, इदानीं समयः अभवत्. खलु अतः दीर्घः किमपि सूत्राधारणे भवति वा? आम्, यत्र यत्र यत्र यत्र यः चतुर्थगणः अस्ति तत्र कानिचन धातवः तत्र सन्ति यस्मिन् अन्तिमवकारः अस्ति, सो तत्र एकं विशिष्टसूत्रद्वारा किं भवति, वकारस्य पूर्वे यः अस्ति तत्र वकारस्य उपधायां यः ह्रस्वस्वरः अस्ति तस्य दीर्घत्वं भवति, सो स्युव् सीव् भवति, तत्तु धातुकार्यं, तत् घनचिन्तनं तस्य घनस्य कृते तत्र कोऽपि न अस्ति, सो वकारस्य पूर्वे यः ह्रस्वीकारः तस्य दीर्घत्वं भवति, अनन्तरं विकरणप्रत्ययस्य श्यन् इति आयाति, तो शन् इति य इति अवशिष्टभागः, तो सीव्यति, तथैव दिव् बिकम्स् दीवयति, एण्ड् देर् आर् सम् धातु सिव् बिकम्स् सीवयति, दिव् बिकम्स् दीवयति, तत्तु धातु विषय धातु आदेशः. अस्तु, इदानीं स्थगामः, शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः, हरिः ओम्. धन्यवादः. धन्यवादः भगिनि. धन्यवादः भगिनी. अत्र दीर्घ उकारस्य ह्रस्व उकार किमर्थं भवति? सूत्राधारेण, तत्र सूत्राधारेण धातु धातु विशिष्टकार्यं भवति. अग्रिमं कक्षायां तत्र एतस्य विषये चिन्तनं कुर्मः. धन्यवादः.